अस्तु, नमस्कारः. अस्माकं विषयः अद्यतनविषयः अस्ति, अन्तिम अध्यायः अस्ति, अन्तिमपाठः भाषाप्रवेशपुस्तकस्य अन्तिमपाठः, अन्तिम. तर्हि विषयः अस्ति सानच् प्रत्ययः इति विषयः, सानच् प्रत्ययः. तर्हि सानच् प्रत्ययः इत्युक्ते किम्? यथा अस्माकं शत्रुप्रत्ययः आसीत्, गतसप्ताहे वयं चर्चितवन्तः, शत्रुप्रत्ययः कुत्र भवति? यत्र निरन्तरक्रिया अस्ति, निरन्तरक्रिया भवति तत्र शत्रुप्रत्ययः अस्ति. परन्तु शत्रुप्रत्ययः केवलं परस्मैपदी पदानां शत्रुप्रत्ययः भवति. शत्रुप्रत्ययः यथा आसीत्, बालकः पठन् दूरदर्शनं गच्छति, दूरदर्शनं पश्यति, बालिका पठन्ति दूरदर्शनं पश्यति, तदधारेण आसीत् अस्माकं. तर्हि विशेषणविशेष्यरूपः आसीत् तत्र, लिङ्गभेदः अपि आसीत्, वचनभेदः अपि आसीत्, विभक्तिभेदः अपि आसीत्, एतत् सर्वम् आसीत् तत्र. स्थानच् प्रत्ययः अपि तथा, परन्तु तस्य प्रयोगः आत्मनेपदी धातूनां भवति, आत्मनेपदी, आत्मनेपदीपदानां भवति, आत्मनेपदी. यत्र आत्मनेपदी अस्ति तत्र सानच् प्रत्ययः, अर्थं तथा तथा धारिणार्थम् अस्ति, निरन्तरक्रिया अस्ति. तर्हि रूपाणि कथं जानीमः? सानच् प्रत्ययरूपाणि अतीवसुलभमस्ति. अस्तु, यथा मोदते इति अस्ति, तर्हि मोदते, मोदेते, मोदन्ते इति आसीत् अस्माकं, खलु? एकवचनं, द्विवचनम् एवं बहुवचनं तथा अस्ति. अत्र सानच् प्रत्ययः यत्र अस्ति, मोदते, अकारः श्रूयते सकारस्य प्राक्, खलु? अकारः श्रूयते, मोदते. तर्हि अन्ते मान इति स्थापयामः, मान, मोदमान इति रूपमस्ति. मोदते इति आत्मनेपदी धातुः अस्ति, सानच् प्रत्ययः भवति, मोदमान इति पुल्लिङ्गे, खलु? मान. तर्हि पुल्लिङ्गे यदि मान इति अस्ति, मानः इति भवति, मानः, मानः, मान इति स्थापयामः तदाधारेण पुल्लिङ्गे मानः इति भवति, मान इति अन्ते स्थापयामः, मानः भवति यदा पुल्लिङ्गे अस्ति, माना भवति यथा स्त्रीलिङ्गे भवति, मानम् इति भवति यत्र नपुंसकलिङ्गम् अस्ति, मान इति अन्ते स्थापयामः. तर्हि प्रश्नः एवम् उदेति, मान इति सर्वदा स्थापयामः वा, सर्वदा मान भवति वा इति प्रश्नः अस्ति. सर्वोपि धातुः इति अस्ति चेत् सर्वत्र मान इति भवति वा इति नास्ति. कुत्र मान इति भवति, कुत्र आन इति भवति, आन, आन, कुत्र मान, कुत्र आन. तर्हि इदानीम् अस्माकं सूत्रम् आवश्यकं, खलु? कुत्र मान भवति एवं कुत्र आन भवति. अस्तु, कुत्र मान, कुत्र आन. यदि अन्ते ते, यत्र अन्ते ते अस्ति सर्वत्र, खलु? मोदते इति अन्ते ते अस्ति, तर्हि तस्मात् प्राक् अ इति श्रूयते. यत्रापि अ श्रूयते, यत्र कुत्रापि अ इति श्रूयते, सर्वत्र मान इति भवति. यत्र कुत्रापि अ श्रूयते, तकारान्त प्राक् अ इति श्रूयते, अथवा मोदते, वन्दते, वर्धते, कम्पते, सेवते, लभते, सर्वत्र अकार श्रूयते, लभते, सेवते, कंपते, प्रधायण भवति खलु। इति सर्वत्र मान इति अस्ति खलु। तर्हि कुत्रापि इति आन इति भवति खलु, कुत्र कुत्रापि आन इति भवति। तर्हि कुत्रापि भवति आन, यत्र अकारः न श्रूयते तत्र आन, यत्र अकारः न श्रूयते तत्र आन इति भवति खलु। तर्हि एवम् इति अस्ति अस्माकं भेदः। तर्हि कुत्र मानः भवति, एवं कुत्र आनः इति भवति इति प्रथमम् इति अस्ति। तर्हि मान कुत्र एवम् आन कुत्र भवति, तर्हि किञ्चित् अत्र अभ्यासः इति करिष्यामः, रूपाणि कथं भविष्यति। तर्हि सर्वे इदानीं वदन्तु तत्र कथं भविष्यति। अस्तु अस्तु महोदय, वन्दते अस्ति, वन्दमान, हा वन्द अधिकं सानच् वन्दमान, वन्दमान, वन्दमान इति वदामः, पुल्लिङ्गे वन्दमानः इति भवति, वन्दमान इति रूपम् अस्ति, पुल्लिङ्गे वन्दमानः इति भवति। मान मान इति सानच् प्रत्ययः यदा हलन्त् नास्ति, हलन्त् नास्ति, मान मान इति अस्ति, अस्तु वन्दमान, अस्तु हा महोदय। कम्पते, कम्पमाने, कम्पमान, अस्तु अस्तु, वर्धते, वर्धमान, अस्तु अस्तु अस्तु महोदय। तर्हि इच्छते, तर्हि किञ्चित् तत्र अत्र नकारस्य णत्वं भवति खलु, सर्वत्र अन्ते न इति अस्ति खलु। तर्हि वयं जानीमः पुस्तकम् एकवचने अस्ति, बहुवचने किम् अस्ति, पुस्तकानि, पुष्पं बहुवचने पुष्पाणि, तर्हि किमर्थं पुष्पाणि, किमर्थं पुष्पाणि इति न, अस्तु अत्र सूत्रद्वयम् अस्ति, वदामि सूत्रद्वयम्, अस्तु सर्वे लिखन्तु यदि आवश्यकं, यथा आवश्यकं। तर्हि नकारस्य णकारः कुत्र कुत्र भवति, सूत्रं किम्? प्रथमसूत्रमस्ति निमित्तं, निमित्तं, निमित्तम् इत्युक्ते आवश्यकम्, आवश्यकम् अस्ति वा नकारस्य णत्वं, प्रथमस्ति निमित्तं। द्वितीयं किमस्ति, बाधा, बाधा अस्ति वा अथवा बाधा नास्ति वा इति सूत्रद्वयं, प्रथमं निमित्तं, द्वितीयं बाधा। इदानीं पश्यामः निमित्तम् इत्युक्ते किं, बाधा इत्युक्ते किम्। अस्तु, निमित्तम् इत्युक्ते नकारस्य पूर्वे, नकारस्य पूर्वे यथा पुष्पं खलु, पुष्पं, परन्तु पुष्पाणि इति भवति, पुष्पाणि इति न भवति। किमर्थं? प्रथमे पश्यामः नकारस्य पूर्वे रकारः अस्ति वा, रेफः अस्ति वा, मृद्धन्यषकारः अस्ति वा, एते पदानि सन्ति चेत् निमित्तं भवति। निमित्तम् इत्युक्ते नकारस्य पूर्वे रेफः, रेफः इत्युक्ते पर्वत, वकारस्य उपरि रेफः अस्ति खलु, गर्जति, यकारस्य पूर्वे रेफः अस्ति, रेफः, रेफः अस्ति वा, अथवा कृष्ण क्र क्र क्र क्र कृष्ण ऋकारः अस्ति वा पूर्वे रकारः हा रकारः अस्ति वा एवं रेफः अस्ति वा अथवा मृर्धन्यषकारः पुरुषः तृतीयाविभक्ते एकवचनं किम् हा तर्हि कुत्र भवति कुत्र न भवति इति प्रश्नः अस्ति तर्हि मृर्धन्यसकारः दन्त्यसकारः न तालव्यसकारः न मृर्धन्यसकारः तर्हि रेफः ऋकारः मृर्धन्यसकारः एतानि सन्ति चेत् तत्र निमित्तम् अस्ति इति वदामः निमित्तम् अस्ति इति वदामः इति नकारस्य णत्वं भवति निमित्तम् अस्ति अहं वाक्यद्वयम् इदानीं वदामि अस्तु पदद्वयम् इदानीं वदामः तर्हि कुत्र नकारः भवति कुरुते इति अस्ति कुरुते कुरुते इति अस्ति खलु कुरुते तत्र तकारस्य प्राक् अकारः अस्ति वा तर्हि मान इति न भवति आन इति भवति आन इति भवति रूपं किं भवति पश्यामः किञ्चित् अनन्तरं परन्तु आन यदा स्थापयामः तत्र नकारस्य प्राक् साक्षात् ऋकारः अस्ति खलु साक्षात् ऋकारः अस्ति आनय साक्षात् अस्ति तर्हि ऋकारः अस्ति चेत् तत्र निमित्तमस्ति वदामः निमित्तमस्ति इत्युक्ते नकारस्य पूर्वे रेफः ऋकारः षकारः अस्ति चेत् निमित्तं बाधा इत्युक्ते ऋकारः ऋकारः एवं षकारः तदनन्तरं नकारः अस्ति मध्ये मध्ये किमस्ति मध्ये यदि कवर्गीः एवं पवर्गीयवर्णाः सन्ति तर्हि बाधा नास्ति अन्ये कोऽपि वर्गाः सन्ति चेत् बाधा अस्ति इति वदामः खलु गृहम् इदानीं गृहं वदामः एकवचने किम् अस्ति गृहं बहुवचने गृहाणि मध्ये किमस्ति इति अस्ति परन्तु प्रथमे मा इति अपि आसीत् खलु अत्रापि पश्यतु पुष्पमस्ति पुष्पाणि इति भवति खलु पुष्पाणि तर्हि पुष्पाणि नयामः इदानीं सुलभमस्ति पुष्पाणि इति यदा अस्ति नकारस्य प्राक् किमस्ति षकारः अस्ति परन्तु मध्ये किमस्ति पकारः अस्ति खलु तर्हि षकारः अस्ति निमित्तम् अस्ति प्रथमसोपानं सम्पूर्णम् आवश्यकं द्वितीयसोपानं पश्यामः बाधा अस्ति वा बाधा नास्ति किमर्थं पवर्गीयवर्णः अस्ति तत्र पाफा बाभा मा एवं कवर्ग्य काखा गाघा या एते मध्ये सन्ति चेत् प्रथमे ऋकारः रेफः षकारः अन्ते नकारः मध्ये कवर्ग्य अथवा पवर्ग्य वर्णाः सन्ति चेत् बाधा नास्ति मध्ये मध्ये केवलं अन्ते नकारः इति निश्चितम् तस्य णत्वं कथं भवति प्रथम आवश्यकं किं पूर्वे रेफः ऋकारः षकारः इति स अस्ति इति आवश्यकं तस्य नाम अस्ति निमित्तं न न न रेफः न जानाति वर्णमाला तत्र रेफः खलु ऋकारः रेफः रकारः रकारः श्रूयते यत्र रकारः यदा यदा श्रूयते इति निमित्तम् आवश्यकं नकारः अस्ति पूर्वे बाधा नास्ति परन्तु तस्मात् प्राक् निमित्तं नास्ति चेत् अपि नास्तं न भवति खलु अवगच्छन्ति वा तर्हि सोपानद्वयम् आवश्यकं प्रथमसोपाने पश्यामः नकारस्य पूर्वे निमित्तम् अस्ति वा अथवा नास्ति वा यदि अस्ति पश्यामः नकारस्य णत्वं भवति परन्तु मध्ये पश्यामः द्वितीयसोपाने मध्ये किमपि अस्ति वा निमित्तम् एवं नकारः मध्ये कवर्गीय एवं पवर्गीय अस्ति वा यदि अस्ति तर्हि नकारस्य णत्वं भवति यदि अन्यकोऽपि वर्गाः वर्णाः सन्ति कवर्गीय न पवर्गीय न तर्हि तत्र णत्वं न भवति अस्तु इति प्रथमसूत्रमस्ति निमित्तं द्वितीयसूत्रमस्ति बाधा वदतु निमित्तमिति आवश्यकं निश्चयेन निमित्तमस्ति वा न वा निमित्त इत्युक्ते कारणं नकारस्य णत्वं भवति तस्य कारणं किं कारणम् अस्ति रकारः ऋकारः रेफः एवं मृर्धन्यषकारः एते कारणानि नकारस्य णत्वं कदा भवति यदा निमित्तम् अस्ति इत्युक्ते रकारः रेफः मृर्धन्यषकारः अस्ति इति प्रथमम् आवश्यकं यदि अस्ति द्वितीयसोपानं पश्यामः द्वितीयसोपाने किं पश्यामः इदानीम् अन्ते नकारः अस्ति पूर्वे निमित्तम् अस्ति मध्ये किमस्ति वा मध्ये यदि किमपि नास्ति साक्षात् निमित्तम् एवं नकारः अस्ति तु निश्चयेन णत्वं भवति परन्तु मध्ये अन्य किमपि अस्ति चेत् तत् कवर्गीय अस्ति वा अथवा पवर्गीय अस्ति वा तत् पश्यामः अस्ति चेत् बाधा नास्ति णत्वं भवति यदि बाधा अस्ति णत्वं न भवति इति अस्ति सोपानद्वयं नकारस्य णत्वं कुत्र भवति इति अस्ति अणकारः अस्ति वा अणकारः बाधा अस्ति वा बाधा नास्ति वा पवर्गीय अस्ति वा काकवर्गीय अस्ति वा सकारः अस्ति निमित्तम् अस्ति इदानीं द्वितीयसोपानं बाधा पश्यामः इति अस्ति अवगतं वा अवगतं वा इति सूत्रं यथा अभ्यासपुस्तके वयं पठितवन्तः जनाः पृच्छन्ति तत्र किमर्थं पुष्पेण इति भवति सकारः तु साक्षात् नास्ति नकारसहितं मध्ये पकारः अस्ति किमर्थमिति तदा न वक्तुं शक्यते तदा बहु किमपि आवश्यकं निमित्तं किम् इति कार्यं किं कारणं किं मध्ये किमपि आवश्यकम् एतत् सर्वं किञ्चित् काठिन्यम् अस्ति परन्तु यदि मध्ये प्रश्नः दीर्घः अस्ति चिन्तयामः निमित्तम् अस्ति अनन्तरं कावर्गं पावर्गम् अक्षरम् अस्ति तदनन्तरम् अन्यम् अस्ति नकारस्य पूर्वे हा तदपि बाधा अस्ति चेत् णत्वं न भवति बाधा अस्ति चेत् णत्वं न भवति अन्यसोपानानि सन्ति अन्य अपि सूत्रमस्ति हयवरट् इति अस्ति अन्येकसूत्रम् इदानीं न वदामि अस्तु अन्यत् सूत्रमपि अस्ति केवलं कवर्गीय एवं पवर्गीय न अन्ये कानिचन पदानि सन्ति इत्युक्ते हकारः अस्ति चेत् भवति वकारः अस्ति चेत् भवति अन्ये नियमानि सन्ति परन्तु अद्यतन केवलं सूक्ष्मतया उक्तवान् कुत्र कुत्र भवति अस्तु अस्तु समीचीनं कोऽपि प्रश्नः अस्ति वा सरिता भगिनी विजया भगिनी तत्र नास्ति नास्ति अस्तु अस्तु समीचीनं तर्हि अस्तु वदतु निमित्तं पश्यामः निमित्तम् आवश्यकं तर्हि द्वितीयसोपानं पश्यामः हा अस्तु अस्तु इदानीं पश्यामः इदानीं यथा मया उक्तवान् तत्र पश्यतु लभाते इति अस्ति तर्हि सानच् प्रत्यये किं भवति औचैः लभमान इति भवति अस्तु तर्हि मान इति अभवत् अत्र कुरुते इति अस्ति कुरुते इति अस्ति पदं किं भवति कुर्वाणः किं तत्र स्थानस्य यदा भवति तत्र मान अथवा आन भवति आन इति भवति खलु आन इति भवति तर्हि रूपं किं णत्वम् इति भवति वकाररेफः अस्ति तर्हि साक्षात् पूर्वे निमित्तमस्ति मध्ये किमपि नास्ति इति समीचीनमस्ति तत् बाधा इति निमित्तमस्ति बाधा किमपि नास्ति प्रथमसूत्रधारेण इति कुर्वाण इति अभवत् अस्तु तदपि द्वयं द्वयं सूत्रं नास्ति कुत्र कुत्र आत्मनेपदे निमित्तं तत्र तु अधिकं वकारः अतः वकारः अस्ति किमर्थम् इत्युक्ते वकारे साक्षात् रेफः अस्ति एव वकारसाक्षात् अस्ति एवं वकारः अस्ति हा या वा रा एते सन्ति चेदपि नकारस्य णत्वं भवति खलु इत्युक्ते गृहं गृहाणि तत्र तु कवर्गे नास्ति पवर्गे अपि नास्ति हकारः अस्ति हकारः अस्ति चेदपि नकारस्य णत्वं भवति अस्तु समीचीनमस्ति अन्य कोऽपि प्रश्नः वा हा पश्यामः कुर्वाण इति अस्ति हा कुर्वाण इति भवति अस्तु हा कुर्वाण इति भवति अस्तु अस्तु अस्तु अस्तु तर्हि हा वयं कृतवन्तः खलु महोदय भाषते महोदय वदतु भाषते किमर्थं न वा भाष्यकारकं णत्वं वा अथवा दीर्घणत्वं खलु अस्ति मृदु मृधन्यस भाष्यमाण इति न भवति हा अस्तु अस्तु अस्तु समीचीनं समीचीनम् महोदय वर्तते रेफः अस्ति तत्र वर्तमानः वर्तमानः अस्तु अस्तु समीचीनमस्ति अस्तु इदानीं किं कुर्मः रेफः अस्ति वर्तमान अनन्तरं तकारः अस्ति मकारः अपि अस्ति मकारः पवर्गे अस्ति किमर्थं नकारस्य णत्वं न भवति तत्र भगिनी तत्र किम् अस्ति इत्युक्ते वर् वर् तर्हि प्रथमे रकारः आयाते तदनन्तरं तकारः तर्हि रकारः तकारात् प्राक् अस्ति तर्हि मध्ये तकारः अस्ति मध्ये रकारः अनन्तरं तकारः आयाति खलु वर्त मा न तर्हि रकारः अस्ति एव तदनन्तरं तकारः अस्ति तदनन्तरं मकारः अस्ति तदनन्तरं नकारः अस्ति खलु तर्हि रकारः मध्ये पदद्वयम् अस्ति तकारः एवं मकारः सूत्रम् एव अस्ति ऋकारस्य रकारस्य अथवा रेफारस्य अथवा मूर्धन्यषकारस्य अनन्तरं यदि नकारः अस्ति चेत् साक्षात् मध्ये यदि क वर्गः अस्ति प वर्गः अस्ति अथवा य व र अस्ति चेत् अपि तर्हि बाधा भवति, तत्र नकारस्य नकारः भवति. हा, बाधा नास्ति. एतत् सर्वम् अस्ति चेत् बाधा नास्ति, बाधा नास्ति इति वदामः. बाधा नास्ति इत्युक्ते णत्वं भवति खलु. बाधा अस्ति इत्युक्ते तत्र कवर्गीय एवं पगर् पवर्गीय कवर्गीय एवं पवर्गीय त्यक्त्वा अन्य वर्गाः तत्र सन्ति चेत्, अन्यपदानि सन्ति चेत् तर्हि बाधा इति भवति. बाधा नास्ति कदा? यदा कवर्गीय एवं पवर्गीय मध्ये सन्ति, एवं हयवर इति सन्ति, इति बाधा नास्ति. बाधा अस्ति इत्युक्ते णत्वं न भवति, बाधा नास्ति इति णत्वं भवति खलु. इति अस्ति बाधा इत्युक्ते किं? प्रतिरोध करोति. बाधा इत्युक्ते प्रतिरोध. प्रतिरोध कुत्र भवति? यत्र कवर्गीय एवं पवर्गीय वर्णाः न सन्ति. तत्र यदा यदि कवर्गीय एवं पवर्गीयवर्णाः सन्ति तर्हि बाधा नास्ति, णत्वं भवति. बाध इत्युक्ते ते प्रतिरोधः न कुर्वन्ति. हा वदतु. हा समीचीनं वा? हा अस्तु अस्तु अस्तु, समीचीनमिति मन्ये. अस्तु अस्तु अस्तु, अत्युत्तमम्. अस्तु. हा हा हा हा हा हा अस्तु अस्तु अस्तु. अस्तु, तर्हि किं करिष्यामः इदानीं? लिङ्गविषये किञ्चित् अभ्यासः कुर्मः. इत्युक्ते वन्दते अस्ति, वन्दते अस्ति चेत् वन्दमान इति रूपं. पुल्लिङ्गे वन्दमानः, स्त्रीलिङ्गे वन्दमाना, नपुंसकलिङ्गे वन्दमानम् इति वदन्तु खलु. अस्तु अस्तु, समीचीनं. तर्हि महोदय आवर्धते. वर्धमान किमर्थं? वर्धमान किमर्थं नास्ति? प्रथमे निमित्तम् अस्ति वा? वर्ध अस्ति, रकारः अस्ति, रेफः अस्ति, वर्ध. परन्तु बाधा अस्ति, बाधा अस्ति, तर्हि ऋणत्वं न भवति. समीचीनम्. अस्तु अस्तु, समीचीनम्. अस्तु अस्तु महोदय. सहते सह मानः, सह मानः, मानः, मानः, सह मनः, सह मनः, सह मनः. अचित्. अस्तु अस्तु अस्तु महोदय. खिद्यते. खिद्यमानः, खिद्यमाना, खिद्यमानम्. महोदय स्पर्धते. स्पर्धमानः, स्पर्धमाना, स्पर्धमानम्. समीचीनं, समीचीनं. महोदय वदतु. प्रतीक्षते. प्रतीक्षमान, प्रतीक्षमाना, प्रतीक्षमानम्. नकारम् अथवा णकारम्? प्रथमं नकारं, द्वितीयं णकारं. किं प्रथमम् अथवा द्वितीयं वदतु. निमित्तं सः वदति न कोऽपि चिन्ता नकारमिति प्रथमं नकारः इति द्वितीयम् अत्र किं भवति प्रथमं वा द्वितीयं वा प्रथमं न भवति खलु किं भवति महोदय प्रत्यक्षते निमित्तं भवति तदनन्तरं कवर्गः अस्ति तर्हि बाधा नास्ति तर्हि किं भवति एकनिमिषः कवर्गः अस्ति क्ष बाधा नास्ति प्राक् बाधा नास्ति तर्हि नकारः मूर्धन्य नकारः तर्हि किं भवति रूपं प्रतीक्षमाणः एवं प्रतीक्षमाणा प्रतीक्षमाणम् इति निमित्तमस्ति एव प्रत्यक्ष शकारः अस्ति प्रत्यक्षरेफा अस्ति वा न न रा तु अस्ति एव त्या अस्ति मध्ये खलु प्रत्यक्ष तकारः मध्ये अस्ति तर्हि प्र इति रकारः न चिन्तयामः क्ष तत्र तु शकारः अस्ति एव एवं मा न अन्ते तु नास्ति मध्ये मकारः अस्ति तत्र तु सर्वत्र मकारः अस्ति एव मकारः तु बाधा नास्ति खलु तर्हि किं भवति रूपं माणम् स्पष्टतया वक्तव्यमस्ति महोदय प्रत्यक्षमाणः प्रत्यक्षमाणा प्रत्यक्षमाणम् इति सम्यक्तया वक्तव्यमस्ति खलु अन्यथा तर्हि मनसा स्पष्टं नास्ति तर्हि कोऽपि वदति शृणोति चेत् अस्तु महोदय लम्बते अत्र रेखा नास्ति तत्र लिखितं नास्ति द्वितीयसूत्रं बाधा निमित्तं नास्ति चेत् द्वितीयसूत्रस्य आवश्यकता नास्ति निमित्तं नास्ति प्रथमसूत्रं नास्ति चेत् द्वितीयस्य आवश्यकता नास्ति आन कुत्र भवति मान कुत्र भवति यदि रेफ अस्ति अन्तपूर्वे तत्र निमित्तमस्ति प्रश्नः अस्ति मान कुत्र भवति आन कुत्र भवति भवान् यथा वदति तथा तत्तु अस्ति नकारस्य अन्तं भवति वा न इति भवान् वदति परन्तु तथा प्रश्नः अस्ति मान वा आन वा कुत्र मान भवति कुत्र आन भवति सहायं करोतु महोदय कुत्र अकारः अस्ति तकारस्य प्राक् तकारः लम्ब इति नास्ति तकारः सर्वत्र अन्ते ते ते ते ते श्रूयते आत्मनेपदी अस्ति चेत् वन्दते शोभते लभते कम्पते कुरुते सर्वत्र ते ते ते ते श्रूयते आत्मनेपदी अस्ति तकारस्य प्राक् यदि अकारः अस्ति श्रूयते अकारः तर्हि मान अन्य किमपि अस्ति आन अत्र किमस्ति किं लम्ब अत्र लम्बके अस्ति इति अस्ति लम्बमानः इति अस्ति अस्तु समीचीनम् अस्तु सरिता भगिनी वदतु प्रतीक्षते प्रत्यक्षते परीक्षते परीक्षते वदतु परीक्षते आमामाम् अत्र तकारस्य प्राक् अकारः अस्ति इत्यर्थे मान इति प्रत्ययः भवति परन्तु तत्र प्रतीक्षते शकारः अस्ति चेत् मूर्धन्यशकारः अस्ति अनन्तरं मान इति भवति मान अस्ति चेत् बाधा अस्ति बाधा नास्ति चेत् नकारस्य णत्वं भवति प्रतीक्षमाण इति भवति प्रतीक्षमाणः प्रतीक्षमाणा प्रतीक्षमाणम् समीचीनमस्ति समीचीनमस्ति विजया भगिनी दयते दयते दयमान् दयमानः दयमाना दयमानम् समीचीनं समीचीनम् अत्युत्तमम् अस्ति अस्तु अस्तु सर्वे इदानीं जानन्ति अस्तु परभ्यासः इदानीं करिष्यामः प्रथमाभ्यासः इति करिष्यामः महोदय करोति वा अधोलिखितानि वाक्यानि शानजन्तप्रयोगेण परिवर्तयत शिशुः निरीक्षते शिशुः निरीक्षमाणः अस्ति अत्र पश्यति खलु शिशुः इति पुल्लिङ्गपदमस्ति तर्हि निरीक्षमाणः निरीक्ष इति अस्ति मान इति भवति परन्तु अत्र शकारः अस्ति तर्हि निमित्तमस्ति साक्षात् नकारसणत्वं निरीक्षमाणः पुल्लिङ्गे अस्ति तर्हि माणः अस्ति द्वितीयं करोतु शाखा कम्पते शाखा कम्पमाना अस्ति समीचीनं कम्पमाना हा स्त्रीलिङ्गमस्ति शाखा इति अस्ति शाखा अस्ति वा शाखा शाखा इति पदम् इति अस्ति खलु शाखा इति स्त्रीलिङ्गपदं खलु सुलभतया तत्र अस्ति महोदय समीचीनं मित्रं वर्धमानम् अस्ति मित्रं वर्धमानम् अस्ति अस्ति वर्धमानं समीचीनम् अस्ति भवता समीचीनतया उक्तं मित्रं मित्रमिति जानाति खलु किं मित्रमित्युक्ते अर्थं किं मित्रं वर्धमानम् अस्ति खलु वर्धमानम् अस्ति वर्धमानम् अस्ति अन्ते केवलं पदमस्ति अस्ति अत्र यथा दत्तम् अस्ति अस्ति अन्ते अस्ति मित्रं वर्धमानम् अस्ति समीचीनं हा इति वदतु मानम् अस्ति वा माणम् अस्ति वा वर्ध इति मानं समीचीनतया उक्तवान् खलु धकारः वर्ध समीचीनतया उक्तवान् वर्धमानम् अत्र णत्वं नास्ति णत्वं नास्ति णकारः इति न भवति पुष्पेण णकारः नास्ति अत्र जानाति खलु वर्धमानम् इति उक्तवान् खलु वर्धमानम् असमीचीनम् अस्ति अस्तु अग्रे महोदय चोरौ विवेदेते चोरौ विवदेते विवचनमस्ति चोरौ विवेदमानौ सः समीचीनम् अस्तु अग्रे महोदय सः वारं सहते सः वारं सहमानः समानं भारं सः भारं समानम् अस्ति खलु अत्र सः सः इति सः अस्तु सः समानम् अस्ति सः सहमानः खलु सः सहमानः अस्ति किं सहमानः अस्ति भारं सहमानः अस्ति सः समानः कर्तृपदं सः अस्ति खलु कर्तृपदस्य कर्तृपदं तु सः एव सः सहमानः अस्ति समीचीनं वा सः किं अथवा कं सहमानः अस्ति बालं सहमानः एवं वा तथा मम अहं चिन्तयामि भारमिति अस्ति तत्र तत्र पूर्वे पश्यति चेत् तत्र शिशुः निरीक्षते ओ विशेषविशेषभावः अस्ति सहमानं कीदृश सहमानमस्ति भारं सहमानम् इति अस्ति इति मम चिन्तनमस्ति अग्रे करिष्यामः अग्रे गच्छामः किमर्थं सः भारं सहमानः अस्ति सः गच्छन् अस्ति अत्र सः पदस्य किं किमर्थम् इत्युक्ते अग्रे विभक्ति आयाति तादृशेन पुनः आगमिष्यामः अत्र अस्तु अस्तु महोदयेन उक्तवान् सः भारं सहमानः इति अस्ति हा तर्हि तदाधारेण नयामः अग्रे पुनः आगमिष्यामः अत्र अस्तु अस्तु अग्रे महोदय मात्र स्वसा खिद्यते लिङ्गं मातृस्वसा खिद्यमाना अस्ति समीचीनम् अग्रे महोदय मातृस्वसा मातृस्वसा न जानाति वा श्वशुरः अस्तु मदरिन्द्र हा हा समीचीनं चित्रकारः प्रयतते चित्रकारः प्रयतमानः अस्ति अस्तु अस्तु सत्यभगिनी अग्रे लेखकाः स्पर्धन्ते लेखकाः स्पर्धमानाः सन्ति समीचीनं विजया भगिनी अग्रे परीक्षा पक्षिणः उडयन्ते पक्षिणः उडयन्तमान् अस्ति किं पुनः वदतु स्पष्टतया भगिनि पक्षिणः पक्षिणः उडयन्तमान अस्ति पक्षिणः इत्युक्ते पक्षिणः इत्युक्ते वचनं वदतु पक्षिणः एकवचनं वा बहुवचनं वा किम् अस्ति एकवचनं हा तथा नास्ति खलु पक्षिणीति नकारान्तपदमस्ति बहुवचने अस्ति खलु पक्षिणः पक्षिणः पक्षिणः पक्षिणः पक्षिन् इति नकारान्तपदम् अस्ति हा वदतु पक्षिणः उडयन्तमान अस्ति उडयन्त किमर्थम् उडयन्त पक्षिन् अस्ति एकवचने अस्ति चेत् उड्डयते भवति उड्डयन्ते इति बहुवचने अस्ति परन्तु सानच् प्रत्यये कथं भवति एकवचने सानच् प्रत्यये वदतु एकवचने उड्डयते इति पदमस्ति सानच् प्रत्ययः उडयन्त् मान् भगिनी विजया भगिनी एकनिमिषः विजया भगिनी एकनिमिषः लभते सानच् प्रत्ययः किं लभमान् हा लभमान इति अस्ति डयते डयमान डयमान उड्डयते उडयमान उड्डयमान एकवचने बहुवचने उड्डयमानः इति पुल्लिङ्गे अस्ति एकवचने उड्डयमानः बहुवचने उडयमान हा बालकः बालकाः गजः गजाः उड्डयमानः उड्डयमानः उड्डयमानः उड्डयमानाः बालकः बालकाः गजः गजाः उड्डयमानः किं वदतु वदतु उड्डयमानः पक्षिणः बहुवचने उडयमान पक्षिणः उदयमानाः अस्ति. सन्ति पूर्णवाक्य वदतु पुनः. पक्षिणः उदयमानाः सन्ति इति अस्ति. पक्षिणपुल्लिङ्गं वा? अग्रे महोदय. लेखनी वर्तते. लेखनी वर्तमाना अस्ति. अग्रे महोदय. पठः. पाठः अनुवर्तते. अनुवर्तमः. पाठः अनुवर्तमः माना खलु. माना ओके. पाठः स्त्रीलिङ्ग. पाठः बालकः पुल्लिङ्ग वा स्त्रीलिङ्ग वा? बालकः पुल्लिङ्ग. गजः पाठः. ओके. पाठः अनुवर्तमः अनुवर्तमानः खलु. अनुवर्तमानः अस्ति. समीचीनम्. अग्रे महोदय. रामः सभायां विराजते. रामः सभायां विराजमानः अस्ति इति अस्ति खलु. अस्तु अस्तु समीचीनं. सर्वे इदानीं जानन्ति तत्र किं कथं भविष्यति. अस्तु अग्रे महोदय. ततः अवगच्छतः प्रत्ययं पदानि श्रुत्वा लिखत. अत्र अस्माकम् उत्तरदायित्वं किम् अस्ति? अत्र वक्तव्यमस्ति का विभक्तिः अस्ति अत्र इति. सर्वेषाम् उत्तरदायित्वम् अस्ति का विभक्तिः भविष्यति इति वक्तव्यमस्ति. एवं वचनमपि वक्तव्यमस्ति का विभक्ति का वचनं वाक्यं पठित्वा. अग्रे महोदय वदतु. यात्रिकाः तवमानायां नौकायाम् उपविष्टवन्तः. अत्र छात्रिका इति यात्रिका क्षमतां यात्रिका स्त्रीलिङ्गमस्ति. प्लवमानायां नौकायां नौका स्त्रीलिङ्गं नौकायां सप्तमे भवति. तत्र प्लवमानायां सप्तमे एकवचनम् लिङ्गं स्त्रीलिङ्गं. अस्तु समीचीनम्. अग्रे श्रूयते. माता शयान शिशुं रोदयति. शयानं स्पष्टतया शयनं शयानं द्वितीय विषयभक्ति माता एकजनं शिशुं शयानं. कुत्र शयानम् अस्ति? शयानं. हा अत्र आनव मानव आन इति किमर्थम् अकारणं किमस्ति? पूर्वे किमस्ति? हे अस्ति. धातुः अस्ति दीर्घ शी इति धातुः अस्ति. शी दीर्घ इकारः शी इति धातु. अस्तु अस्तु समीचीनम्. अग्रे महोदय. परीक्षते. छात्रः परीक्षमाणान् परीक्षा शिक्षकान् प्रश्नं पृच्छति. छात्र एकवचनं पुलिङ्ग. शिक्षकान् द्विवचनं अभवत् द्वितीय विभक्ति संस्कृतमान द्वितीयविभक्ति बहुवचनं तत्र परीक्षमाणः द्वितीयविभक्ति बहुवचनं परीक्षमाणान् इति अस्ति द्वितीयबहुवचनमस्ति. अस्तु अग्रे सरिता भगिनी. प्रतीक्षते द्वारे प्रतीक्षमाणेभ्यः भिक्षुकेभ्यः अन्नं देहि. अत्र देहि अस्ति ददाति अस्ति लोट्लकारस्य. अत्र भिक्षुकेभ्यः चतुर्थी बहुवचनं. प्रतीक्षमाणेभ्यः भिक्षुकेभ्यः चतुर्थी बहुवचनं पुल्लिङ्गे अस्ति. अत्र षकारः अस्ति, षकारस्य अनन्तरं मकारः अस्ति, पवर्गस्य बाधा नास्ति चेत् मकार पवर्गे अस्ति मकारः. नकारस्य णत्वं भवति, प्रतीक्षमाणः इति भवति. प्रतीक्षमाणेभ्यः चतुर्थी बहुवचनं द्वारे प्रतीक्षमाणेभ्यः भिक्षुकेभ्यः अन्नं देहि. निश्चयेन वयं चर्चितवन्तः आरम्भ खलु विशेष आगमिष्यामः तत्र आगमिष्यामः आगमिष्यामः तत्र. अस्तु अत्र देहि इति अस्ति खलु, भगिन्याः उक्तवान् तत्र ददाति इति पदमस्ति लोट्लकारे अस्ति, परन्तु पुरुषः कः अस्ति भगिनि? सरिता भगिनि, पुरुषः लोट्लकारे पुरुषः कः अस्ति? एकनिमिषं वदामि. हा, मध्यमपुरुषस्य एकवचनं. हा, इत्युक्ते त्वं देहि इति अस्ति. त्वं देहि, हा, त्वं देहि इति वदामः. लोट्लकारः अस्ति ददाति पदस्य. अस्तु, समीचीनम्. अग्रे विजया भगिनी. कुरुते गङ्गास्नानं कुर्वाणानां दकार बाधा नास्ति, बाधा अस्ति. सो कुर्वाणां कुर्वाणानां भक्तानां पापानि हरति, षष्ठी बहुवचन. भक्तानाम् इति वदतु प्रथमे. भक्तानाम् इति वदतु षष्ठी, षष्ठी बहुवचन. भक्तानां षष्ठी बहुवचन. हा हा हा हा हा हा, समीचीनमस्ति भगिनि. अस्तु अग्रे महोदय. शिवं सेवमाना पार्वती प्रसीदति. पार्वती स्त्रीलिङ्गमस्ति, तर्हि सेवमाना कीदृशपार्वती इत्युक्ते सेवमाना पार्वती. अस्तु समीचीनम्. अग्रे महोदय. पुस्तकं याचमानां श्रियं वदां वन्दना आह्वयति. प्रयवदां प्रियवदां प्रियं वदां किं वदां नपुंसकलिङ्गं वचनम् एकवाचनम् इति अस्ति विशेषविशेष वाचमानः तत्र याचमाना किमर्थमस्ति तत्र याचमाना इति लिङ्गं किं न न याचमाना बालिका लता ओके बालिकामिति भवति खलु किमर्थम् वन्दना समीचीनं तथा अग्रे महोदय दयते दयमानं विमानं दृष्ट्वा बालकाः मोदन्ते दयमानं विमानं द्वितीय एकवचनं समीचीनम् अग्रे महोदय सरते पुरमायैः यात्रिकैः धावनं कृतम् यात्रिकैः तृतीया स्वरमाणैः यात्रिकैः तृतीया एव बहुवचनं धावनं कृतं कीदृशरूपमस्ति एतद् वाक्यं कर्मणि यात्रिकैः धावनं कर्मणिरूपम् कर्मणिरूपम् इति अस्ति त्रीणि एकमेकम् अस्तु त्वरमाणैः अथवा यात्रिकैः धावनं कृतम् इति अस्ति चेदपि कीदृशयात्रिकैः त्वरमाणैः यात्रिकैः अस्तु विद्यते शिबिरे त्वरते इति अस्ति त्वरा इत्युक्ते शीघ्रम् परन्तु परन्तु कृतं कर्मणि प्रयोग यत् यत् वयं पठितवन्तः तत्तु नास्ति स्वरमाणैः यात्रिकैः धावनं कृतं धातुसाधित भूतकालवाचकधातुसाधितव्ययपदं नास्ति तथापि कर्मणि वक्तुं शक्यते खलु तत्तु समीचीनं कर्मणि प्रयोग अस्ति समीचीनं परन्तु कर्मणि प्रयोग वयं यत् पठितवन्तः तत् तथा तथा नास्ति रूपमस्ति अग्रे अग्रे शिबिरे विद्यमानादिः सेविकाभिः अपि संस्कृतं ज्ञातं सेविकाभिः समीचीनम् अस्तु अग्रे महोदय कुरुते नमस्कारं कुर्वाणां कुर्वाणाभ्यः तपस्वीभ्यः ऋषिः वरं दत्तवान् कुर्वाणाभ्यः षष्ठीविभक्ति भवति किमर्थं महोदय षष्ठी षष्ठीविभक्ति किं भवति अन्तिमपदं किम् अस्ति यथा दानं भवति तत्र का भवति तर्हि से तत्र किमस्ति तपस्विनीभ्यः भ्यः कुत्र भवति भ्यः कुत्र भवति अथवा महोदय किं वदति चतुर्थी पञ्चमी च वचनं किम् लिङ्गं इति अस्ति वचनं किमस्ति ऋषि तर्हि तपस्मिनिभ्यः तर्हि स्त्रीलिङ्गं चतुर्थी इति अस्ति. अस्तु, अग्रे सरिता भगिनी. लम्बते, सूत्रे लम्बमानेभ्यः वस्त्रेभ्यः जलं स्रवति. अत्र स्रवति अस्ति चेत् विभाजनं सूचयति. पञ्चमी विभक्तिः अस्ति. लम्बमानेभ्यः वस्त्रेभ्यः पञ्चमी बहुवचनम् अस्ति अत्र लपुंसकलिङ्गे. लम्ब अस्ति, अकारः अस्ति, तकारस्य पूर्वे अकारः अस्ति इत्यर्थे लम्बमान इति भवति. सूत्रे लम्बमानेभ्यः वस्त्रेभ्यः जलं स्रवति पञ्चमी बहु नपुंसकलिङ्गे शानचप्रत्यय. शानच् हलन्त् अस्ति खलु. शानच् किं परन्तु अत्र वस्त्रं न तर्हि किम् अस्ति, तर्हि कुत्र क्लेशः? वस्त्रं खलु, तर्हि वस्त्रेभ्यः तथा अस्ति. पुल्लिङ्गं नपुंसकलिङ्ग समानमेव, पुल्लिङ्गं नपुंसकलिङ्गं समानम्. अस्तु, अस्तु अस्तु, अग्रे विजय भगिनि. कम्पते, कम्पमानेभ्यः वृक्षेभ्यः जलबिन्दवः निपतन्ति. पञ्चमी बहुवचन कम्पमानेभ्यः. वृक्षेभ्यः इति पञ्चमी बहुवचनं वयं जानीमः. कम्पते कम्पमानः इति भवति, पुल्लिङ्गे अस्ति कम्पमानेभ्यः. समीचीनम्, अग्रे महोदय. संस्कृतम् अधीयानानां महिलानां सङ्ख्या न्यूना नास्ति. महिला त्रिलिङ्गमस्ति, महिलानां षष्ठी बहुवचनम् अस्ति, तर्हि अधीयानानां. अधीते अस्ति तो तर्हि अकारः न श्रूयते, इकारः श्रूयते, तर्हि आनाम् अस्ति. या कुत्र आगतः अहं न जानामि. अधियानः यथा अत्र पश्यतु, वयं न जानीमः, अत्र पश्यतु शेते आसीत् खलु, तर्हि शयानः शयाना शयानम् इति अस्ति. अत्र इत्युक्ते शी अस्ति. तदनन्तरं वयं न जानीमः अत्र पर्यन्तं कथं भविष्यति. तर्हि शी भवति शे, शे तदनन्तरम् आन इति भवति, तदनन्तरं श इति भवति. शे इति शी इति धातुः अस्ति आरम्भे, शयान इति अस्ति, तदाधारेण अधीते तर्हि अधियान इति भवति. कुत्रापि ह्रस्व इकारः अस्ति चेत् तदनन्तरम् अकारः अस्ति चेत् सन्धिः एव भवति, अय इति भवति, अय इति आगच्छति. भवान् न जानीमः अत्र अय इति भवति, अय. अस्तु अस्तु, कानिचन विशेषरूपाणि सन्ति, अग्रिमपुटे पश्यामः. अग्रिमपुटे अत्र पश्यामः. महोदय आरम्भं करोतु तत्र. अधीते अधीते अधीते अधिकं कम् अधिकम् इ अरियानः अरियाना दीर्घमस्ति खलु, अधियानम् इति अस्ति. अग्रे महोदय, शी धातु अस्ति शयानः शयाना शयानम् अग्रे महोदय कृतिनीते अत्र द्वि उपसर्गम् अस्ति स्त्री धातु क्री क्रीणानः अस्ति उपसर्गं मिलित्वा विक्रीणानः विक्रीणाना विक्रीणानम् अग्रे महोदय क्रुधातु कुरुते कुर्वाण कुर्वाणा कुर्वाणम् अग्रे धातु शिशुपाणि जानीते पुल्लिङ्ग जानानः स्त्रीलिङ्गे जानाना जानाना नपुंसकलिङ्ग जानान्तम् जानानम् सरिता भगिनी अग्रे कुत्र अस्ति भवान् वृते वृते वृते वृते विशेषरूपाणि सन्ति खलु कुरुते कुरुते वृते वृते वृते वृते ब्रूते ब्रूते क्षम्यतां भवान् ब्रूते तत्र विशेष तत्र आर्णप्रत्ययः अस्ति किमर्थं तकारस्य पूर्वे दीर्घ उकारः अस्ति ब्रूवाणः ब्रूवाणा ब्रूवाणम् अस्ति अग्रे अग्रे हा विजया भगिनी भुक्ते भुज् भुजानः भुजाना भुजानं भुङ्क्ते भुङ्क्ते इति पठामः भुङ्क्ते भुङ्क्ते भुङ्क्ते भुङ्क्ते अग्रे महोदय मुनते मनुते मनुते मनुते मन्दातु मन्वानः मन्वाना मन्वानम् अग्रे महोदय आस्ते आस्तापि आसीनः आसीना आसीनम् अग्रे प्रयुङ्क्ते प्र उपसर्ग युच् धातु प्रयुज्ञानः प्रयुज्ञाना अस्तु अग्रे महोदय कठिनमस्ति मन्वानं वा अस्ति किञ्चित् विशेषरूपं विशेषरूपाणि सन्ति विशेषरूपाणि सन्ति अस्ति परन्तु अद्यतनविषयः नास्ति अधो लिखितानि वाक्यानि उदाहरणानुगुणं परिवर्तयत उदाहरणं ज्वरः वर्तते भवान् ज्वरं निवारयतु भवान् वर्तमानं ज्वरं निवारयतु का विभक्ति विभक्ति द्वितीया विभक्ति वचनं वचनम् एकवचनम् इति अस्ति वक्तव्यमपि अस्ति अस्तु अग्रिमम् अर्जुनः युज्यते कृष्णः अर्जुनस्य सारथिः अस्ति युद्धमानस्य अर्जुनस्य कृष्णः सारथिः ओके अर्जुनः युज्यमानस्य कृष्णः युज्यमानस्य अर्जुनस्य सारथिः अस्ति काव्यभक्ति षष्टि युज्यमानस्य षष्टि समीचीनमस्ति प्रथमम् इति किम् आवश्यकं द्वितीयवाक्ये का विभक्ति अस्ति इति पश्यतु तत्र किञ्चित् सङ्केतः इति दत्तमस्ति अर्जुनस्य इति अस्ति कीदृश अर्जुनः युद्धमानः अर्जुनः अत्र अर्जुनस्य इति षष्ठी अस्ति युद्धमानस्य अर्जुनस्य कः कृष्णः कृष्णः युद्धमानस्य अर्जुनस्य सारथिः अस्ति इति वाक्यम्. अस्तु अग्रे महोदय. वाणिजः शाकं विक्रीणीते. वाणिजः त्रुटिः अस्ति वाणिज्य वाणिज्यः अथवा वाणिज्यः अपि अन्यतः स्थानं यः वाणिज्यं करोति इति वाणिज्यः. अत्र पदं आकारः अस्ति वा महोदय. द्वितीयविभक्ति एकवचनं भवतु. शाकं सम्यक्तया वदतु महोदय. मिश्रणं मास्तु. शाकं विक्रीणानः विक्रीणान् वाणिजः संस्कृतं वदति. विक्रीणानम् इति अस्ति पदं. वाणिजः अस्ति विक्रीणानः इति भवति. विक्रीणानः इति पदं विशिष्टरूपमस्ति खलु. विक्रीणानः इति पुल्लिङ्गे प्रथमाविभक्ति एकवचने इति अस्ति. विक्रीणानः महोदय स्पष्टतया वदतु पुनः. शाकं विक्रीणानः प्राणः वाणिजः संस्कृतं वदति. संस्कृतं वदति कविवक्ति महोदय. अत्र कुत्र द्वितीया? भवान् तु उक्तवान् वाणी विक्रीणानः इति उक्तवान् खलु. कुत्र द्वितीया भवति? पुनः वदतु. महोदय भवान् उक्तवान् द्वितीया विभक्ति खलु. अत्र भवान् तु द्वितीया विभक्ति तस्य उपयोगं न करोति अत्र. महोदय किं वदति? वाणिजः प्रथम एकवचनमस्ति. कर्तृपदमस्ति अत्र. कर्तृविभक्ति प्रथम एकवचनमस्ति. तर्हि विक्रीणानः वाणिजः एवं वा? शाकं वदतु तर्हि. शाकं पुनः वदतु. शाकं विक्रीण वाणिजः इदानीं सत्यं. पुनः वदतु वाक्यं. शाकं विक्रीणानं वाणिजः संस्कृतं वदति. इदानीं द्वितीया विभक्ति इति वक्तव्यं तद् यथा उक्तवान् तत् समीचीनमस्ति. धन्यवादः. अस्तु अस्तु अग्रे. नक्षत्रे प्रकाशेते वैज्ञानिकाः अवलोकन्ते. तत्र वैज्ञानिकाः बहुवचनं प्रथमा बहुवचनं पुलिङ्ग. तत्र नक्षत्रे प्रकाश वयं जानीमः मानः. स्पष्टतया वदतु. प्रकाशमानः वैज्ञानिकाः अवलोकन्ते. प्रकाशते किं? प्रकाशते प्रकाशते प्रकाशते न प्रकाशेते. प्रकाशमाने प्रकाशते प्रकाशेते प्रकाशन्ते अत्र प्रकाशमाने हा सरिता भगिनी वदतु अनन्तरं महोदय वदति अग्रिमम् ओके अस्तु अग्रिमं नक्षत्रे प्रकाशेते अत्र द्वितीया द्विवचनमस्ति प्रकाशेते वैज्ञानिकाः ते अवलोकन्ते नक्षत्रे प्रकाशेते वैज्ञानिकाः ते अवलोकन्ते वैज्ञानिकाः प्रकाशमाने नक्षत्रे अवलोकन्ते इति भवति नक्षत्रः अस्ति पुल्लिङ्गे नक्षत्रः पुल्लिङ्गे अस्ति इति अहं मन्ये नपुंसकलिङ्गे अस्ति इति अहम् इति नक्षत्रे अस्ति वनं वने अस्ति चेत् नक्षत्रे नपुंसकलिङ्गे द्वितीया द्विवचनम् इति भवति प्रकाशमाने प्रकाशमानान् इति भवति अत्र शेते अस्ति खलु प्रकाशे प्रकाशमाने समीचीनं समीचीनमस्ति इदानीं हा समीचीनमस्ति इत्युक्ते नक्षत्रम् इति नपुंसकलिङ्गपदमस्ति द्विवचने अस्ति तदाधारेण प्रकाशेते अपि द्विवचने अस्ति यदि एकवचनम् अस्ति तर्हि प्रकाशमानम् इति भवति परन्तु द्विवचने अस्ति तर्हि प्रकाशमाने इति भवति नक्षत्रे प्रकाशमाने वैज्ञानिकाः नक्षत्रे प्रकाशमाने अवलोकन्ते इति अस्ति वैज्ञानिकाः अवलोकन्ते वैज्ञानिकाः इदानीं नक्षत्रप्रकाशमाने अवलोकन्ते इति अस्ति नपुंसकलिङ्ग द्विवचनं इति अस्ति प्रथमाविभक्तौ इति अस्ति अस्तु प्रथमाविभक्तौ न भवान् द्वितीयविभक्तौ द्वितीया अस्ति हा द्वितीया अस्ति द्वितीयद्विवचनमस्ति द्वितीयद्विवचनमस्ति रूपाणि तु समानमेव अस्तु सुवर्णकारः सुवर्णः परीक्षते सुवर्णं परीक्षते सुवर्णकारात् आभरणं स्वीकरोतु अत्र कारात् पञ्चमी नपुंसकलिङ्गं किमर्थं कृषि सुवर्णकारः बालकः तत्र सुवर्णपरीक्षा महोदय एकं कार्यं करोतु इदानीं चिन्तयतु पुनः आगमिष्यामः अस्तु विजयभगिनी तर्हि अग्रिमं करोतु आतपः मां बाधते अहम् आतपात् दूरं गच्छामि पञ्चमी विभक्ति अहं बाधमानात् आतपात् दूरं गच्छामि आतपात न आतपात् हलन्त् अस्ति आतपात् पुनः वदतु अहं बाधमानात् आतपात् दूरं गच्छामि करोतु दूरं गच्छामि सुवर्णकारात् आभरणं स्वीकरोति पुनः सुवर्णं परीक्षमानः सुवर्णकारात् आभरणं स्वीकरोति स्पष्टं महोदय अत्र का भक्ति अस्ति सुवर्णकारात् वचनं तर्हि पुनः वदतु सुवर्णं सुवर्णं परीक्षा परीक्षमानः स्पष्टतया वदतु मानः का विभक्ति पञ्चमविभक्ति भवति चेत् किं भवति तर्हि वदतु पुनः सुवर्णं परीक्षं मालात् सुवर्णकारात् आभरणं स्वीकरोतु इति अस्ति भवान् तु जानाति एव अस्तु आतपः मां बाधते उक्तवती खलु अहं बाधमानात् आपतात् उग्रं गच्छामि अस्तु अस्तु मां बाधते हा समीचीनं मामिति न आवश्यकम् इदानीं न आवश्यकम् अहमस्ति खलु अस्तु अग्रे महोदय स्पर्धते विद्यार्थिनीभ्यां पेयं प्रेषयतु पेयम् इत्युक्ते जलं जलं विद्यार्थिनीभ्यां चतुर्थीविभक्ति अस्ति आं चतुर्थीविभक्ति अस्ति द्विवचनमस्ति स्पर्धते अस्ति चेत् स्पर्धमानः अत्र चतुर्थी द्विवचनम् आवश्यकं स्पर्धमानेभ्यः विद्यार्थी मानेभ्यः किमर्थं मानभ्यां पुनः वदतु स्पष्टतया स्पर्धमानभ्यां विद्यार्थिनीभ्यां पेयं प्रेषयतु इति अस्ति अस्तु अग्रे महोदय जनाः आरोग्यं कामयन्ते जनैः सूर्योपासना क्रियते प्रथमे वक्तव्यमस्ति का विभक्ति इति अस्ति प्रथमे वक्तव्यमस्ति एवं लिङ्गं किं जनाः प्रथमविभक्ति परन्तु विभक्तिसूचितम् अस्माकं द्वितीयवाक्ये अस्ति खलु न तु प्रथमवाक्ये जनैः तृतीयविभक्ति बाहुवाचनं लिङ्गं जनः इति अस्ति खलु तर्हि जनैः पुलिङ्गम् इति तृतीय बहुवचनम् अस्ति अस्तु रूपं किम् अस्ति कामयमानः इति भवति एकवचने पुलिङ्ग एकवचने प्रथमाविभक्ति तथा अस्ति इदानीं तृतीय बहुवचनं किम् भवति कामयमानः इति बालकः इति प्रथमा एकवचनम् अस्ति बालकैः इति तृतीय बहुवचनम् अस्ति तर्हि कामयमानः इति प्रथमा एकवचनम् अस्ति आरोग्यं कामयमानं मनैः मनैः उक्तवान् महोदय खलु जनैः तृतीय बहुवचनम् अस्ति कामयमानः इति एकवचनम् अस्ति प्रथम एकवचनं तृतीय बहुवचनं कामयमानैः वदतु इदानीं जनैः कामयमनायैः सूर्योपासना क्रियते इति अस्ति आरोग्यमिति आरम्भे आवश्यकम् आरोग्यं कामयमानैः जनैः सूर्योपासना क्रियते समीचीनं केवलम् आरोग्यम् इति प्रथमे आवश्यकमस्ति अस्तु अग्रे महोदय समस्या वर्तते बुद्धिमान् समस्यायाः न पलायते समस्या वर्तते समस्या श्रीलिङ्गयकोचनं वर्तते वर्तमाना मान द्वितीया बहुवचन का विभक्ति अस्ति अत्र महोदय तत् वक्तव्यमस्ति प्रथम अस्तु संकेतः अस्ति समस्यायाः समस्यायाः बहुवचनम् का विभक्ति इति वक्तव्यमस्ति लिङ्गं किं वक्तव्यमस्ति समस्या पदस्य का विभक्ति इति वक्तव्यमस्ति अन्ते किमस्ति वाक्यं समस्यायाः अन्तिमपदं किम् अस्ति द्वितीयवाक्यस्य पलायते कुत्र का विभक्ति भवति यदि यदि ददाति अस्ति तर्हि चतुर्थी विभक्ति भवति खलु ददाति अस्ति चेत् चतुर्थी विभक्ति अस्ति अहं द्विचक्रिकया गच्छामि माध्यमम् अस्ति चेत् तृतीया विभक्ति भवति यत्र पलायनमस्ति तत्र का विभक्ति भवति इति प्रश्नः अस्ति पलायते अस्ति चेत् का विभक्ति इति अस्ति चिन्तयतु एकनिमिषः कस्मात् पलायते यथा भगिन्याः उक्तं कस्मात् पलायते इति अस्ति विभक्ति खलु इति पलायते क्रियापदमस्ति वयं जानीमः परन्तु पलायते यत्र अस्ति का विभक्तिः भवति अस्तु इदानीं समस्यायाः का विभक्ति अस्ति समीचीनम् इदानीं वाक्यं वदतु समस्या वर्तमानायाः समस्या वर्तमानाय वर्तमानायाः बुद्धिमान् न पलायते इति अस्ति बुद्धिमान् किं करोति बुद्धिमान् वर्तमानायाः समस्यायाः न पलायते बुद्धिमान् किं करोति अत्र दत्तमस्ति बुद्धिमान् वर्तमानायाः समस्यायाः न पलायते इति अस्ति द्वितीयवाक्ये इति सूत्रं दत्तमस्ति खाद्भक्ति अस्ति खलु तर्हि अन्तिमवाक्यं किम् एको कदापि कदा कदा कदा द्रष्टव्यमस्ति अन्तिमपदं किम् अस्ति द्वितीयवाक्ये हा क्रियापदं किम् अस्ति तत् सूचयति खाद्भक्ति भवति अत्र समस्यायाः अपि अस्ति खलु समस्यायाः अस्ति चेत् अत्र पञ्चमी षष्ठी भवितुम् अर्हति परन्तु अत्र किम् अत्र इति अस्ति समीचीनम् अग्रिमं महोदय दिलीपः नन्दिनीं सेवते नन्दिनी वनं ददाति अत्र ददाति अस्ति सः चतुर्थी भविष्यति पूर्णवाक्यं नन्दिनी ददाति कस्मै ददाति सेवमानाय दिलीपाय नन्दिनी वरं ददाति इति अस्ति सेवमानाय दिलीपाय चतुर्थी अस्ति खलु तत्र ददाति इति अस्ति चतुर्थी अस्ति परन्तु नन्दिनी वरं ददाति वरं द्वितीय एकवचनं खलु तत् तत् क्लेशः तत्र अस्ति मनसि खलु कीदृश दिलीपः कीदृश दिलीपः अस्ति कीदृश दिलीपः दिलीपः नन्दिनीं सेवते एवं नन्दिनी वरं ददाति खलु कः वरं ददाति नन्दिनी वरं ददाति कस्मै ददाति कस्मै ददाति वरं दिलीपाय ददाति कीदृश दिलीपाय प्रश्नं पृच्छामः चेत् सेवमानाय दिलीपाय किञ्चित् इदानीम् अवगतं वा तत्रापि तत्र पुल्लिङ्गः तत्रापि वरं यथा आसीत् अस्माकं तत्रापि प्रथमा विभक्तिः भवति न तु अस्तु अग्रिमं महोदय भीमः व्यायामं कुरुते व्यायामं ततो सः भीमं आवयति भीमं द्वितीय एकवचनं पुल्लिङ्गं महोदय प्रथमं विभक्ति इति वक्तव्यमस्ति भीमं द्वितीय वचनं लिङ्गं तर्हि वदतु शीघ्रं कुर्वाणं कुर्वाणाम् इति भवति चेत् अन्यत् अन्यत् किमपि अस्ति कुर्वाणं इति अस्ति अस्तु महोदय अत्र चिन्तनं अस्तु महोदय खादति खादति सुरेशः भुङ्क्ते खादति स्वस्य कृते अस्ति तर्हि भुङ्क्ते राकेशः स्मरति पुलिङ्ग एकवचनं हा सरिता भगिनी भवत्याः उत्तरदायित्वं यदि महोदय समीचीनतया न करोति तत्र महोदय तत्र समीचीनं नास्ति राकेशः स्मरति राकेशः कं स्मरति अत्र दत्तं नास्ति तत्र अस्ति किञ्चित् सङ्केतः भगिनी वदति वा सरिता भगिनी सुरेशः भुङ्क्ते राकेशः कं स्मरति राकेशः सुरेशं स्मरति कीदृशं कीदृशं सुरेशं भुञ्जानं सुरेशं राकेशः स्मरति अत्र द्वितीया एक द्वितीया विभक्ति एकवचनं पुल्लिङ्गे इति भवति भुञ्जानः अत्र अत्र शानच प्रत्ययः अस्ति परन्तु आनप्रत्ययः अस्ति मानप्रत्ययः अस्ति भुञ्जानं राकेशः भुञ्जानं सुरेशं राकेशः स्मरति राकेशः भुञ्जानं सुरेशं स्मरति सुरेशं स्मरति इति अस्ति अस्तु अस्तु अस्माकं यत् वाक्यमासीत् तर्हि पुनः पश्यामः सः भारं सहते खलु एकं वाक्यमासीत् सः सः भारं सहमानं सहमानः अस्ति खलु सः सहमानमः सः सहमानः अस्ति इति वाक्यं भवति भारं तु इति सहमानः भारः पदस्य विशेषणविशेष्यभावः नास्ति तत्र यथा महोदयेन उक्तं तत् सत्यं सः सः सहते सः सहमानः अस्ति सः भारं सहते इदानीम् अथवा वृक्षं सहते वा सः वृक्षं सहमानः अस्ति वृक्षः अस्ति सहमानः अस्ति किरन्तनकार्यं भवति परन्तु तस्य सङ्केतः अन्वयः अस्ति सः पदस्य सः न तु भारं पदस्य इति अस्ति इति अस्ति अस्तु अस्तु आगामिसप्ताहे अस्माकं विषयः समाप्तः भविष्यति तर्हि बहवः उदाहरणानि अत्र अग्रे दत्तमस्ति गृहपाठरूपेण एकवारं पश्यतु तत्र किं भविष्यति सर्वे रूपं तु इदानीं जानन्ति सानच् प्रत्ययः कथं भविष्यति अस्तु अन्य कोऽपि प्रश्नः अस्ति वा वदतु अहम् आगामि सप्ताहपर्यन्तं कक्षां न आगमिष्यामि दक्षिण अमेरिकादेशे गच्छामः अस्तु अस्तु अस्तु शुभया शुभयात्रा भगिनी एवं सम्यक्तया पुनः पुनः आगच्छतु पुनः मिलामः अस्तु अस्तु शुभयात्रा अस्तु हा सर्वेभ्यः नमस्कारः मिलामः ચાલો મીટિંગ નથી તમારે આમાં ફોન આવતો હતો પણ મેં ના લીધો